नमस्कारः अस्माकं पाणिनी आं भगिनि भगिनी नमस्कारः नमस्ते नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे अदादिगणः इति पाठः प्रवृत्तमानः अस्ति क्षम्यतां जुहोत्यादिगणः इति पाठः प्रवृत्तमानः अस्ति तत्र जुहोत्यादिगणे अधादि अधन्तदातवः विषयः प्रथमं तत्र वयं गतसप्ताहे अस्य पाठस्य आरम्भं कृतवन्तः अधन्तदातवः विषये तत्र किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः तत्र जुहोत्यादिगणे चतुर्विंशतिदातवः सन्ति कर्तरी शप् इत्यनेन प्रथमं शप् विधीयते तत् प्रभाद्य जुहोत्यादिभ्यः श्लुः इत्यनेन शपः श्लु भवति श्लु इत्युक्ते आदर्शनं लोपः भवति इति तत्र वयं दृष्टवन्तः श्लू अपि लुमान् अस्ति इति तत्र न लुमताङ्गस्य इत्यनेन यदा लुमता अस्ति चेत् प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न भवति इति अपि दृष्टवन्तः प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य बाधकसूत्रमस्ति न लुमताङ्गस्य इति अनन्तरम् अस्य विशेषकार्यं जुहोत्यादिगणस्य विशेषकार्यं द्वित्वं तत्तु श्लौ इति सूत्रेण विधीयते श्लौ परे धातोः द्वित्वं विधीयते तत्र का अन्यसूत्राणि अपि दृष्टवन्तः ये द्वित्वप्रकरणे सन्ति ते अपि वयं दृष्टवन्तः एकाचो द्वे प्रथमस्य इत्येव अधिकारसूत्रमस्ति सर्वत्र आगच्छति अत्र श्लौ इत्यस्य अपि अधिकारसूत्रम् एकाचो द्वौ प्रथमस्य एकाचो द्वे प्रथमस्य इति एव अधिकारसूत्रमस्ति अनन्तरं तत्र संज्ञासूत्रद्वयं दृष्टवन्तः पूर्वोऽभ्यासः उभे अभ्यस्तम् इति पूर्वोऽभ्यासः वदति पूर्वः अभ्यासः द्वयोः यदा अभ्यासः इत्युक्ते द्वित्वं यदा कुर्मः तत्र पूर्वः यदस्ति तस्य अभ्यासः इति संज्ञा अस्ति नामकरणम् उभे अभ्यस्तम् इति सूत्रं वदति यदा दधा इति अस्ति चेत् तस्य नाम अस्ति अभ्यस्तम् इति तत्र सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यम् इति सन्ति अस्मिन् गणे तत्र प्रथमं सामान्य अभ्यासकार्यं वयम् आरब्धवन्तः तस्मात् एव पुनः वयं पठामः नमस्कारः भगिनि नमस्ते भगिनि अरुणा भगिनी पठति वा ह्रस्वः इति सूत्रम् ह्रस्वः ह्रस्वः इति सूत्रे तत्र पूर्णतया एव पठतु भगिनि एकवारं पुनस्मरणं भवति भगिनि ह्रस्वः अभ्यासस्य अच्वर्णः ह्रस्वः स्यात् अचश्च इति परिभाषासूत्रेण यत्र कुत्रापि सूत्रेषु ह्रस्व दीर्घ प्लुत इत्येते शब्दाः आयन्ति तत्र अचः इति शब्दसूत्रस्य अपि आयाति अतः ह्रस्वः इत्युक्तौ ह्रस्व अच्वर्णः तथा सर्वत्र तत्र तथा सर्वत्र ह्रस्वः प्रथमान्तम् एकपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः ह्रस्वः इति सूत्रं वयं अभ्यासकार्याणि सूत्राणि अत्र प्रथमम् अभ्यासः ह्रस्वः इत्यस्य अभ्यासस्य इति अर्थः द्युत्तं भवति प्रथमवर्णः अभ्यास इति संज्ञा भवति अत्र वर्ण अच्वर्णः दीर्घः अस्ति चेत् ह्रस्वः भवति तदेव अत्र दत्तम् अत्र पारिभाषासूत्रं दत्तम् अच्च इति सूत्रं वदति ह्रस्व दीर्घ प्लुत इति शब्दाः आयन्ति अचः इति शब्द वर्ण सूत्रार्थ अपि आवयाति तदेव तदर्थं इदानीं यदा धा इति धातुः अस्ति चेत् तत्र ह्रस्वः कथं कार्यं करोति भगिनि? दा दा दा दा एव भवति दा दीर्घाकार धातु किं भगिनि? धा इति अरुणा भगिनी वदतु भगिनि. धा धा भवति अभ्यास धा धा भवति नाट् दीर्घ ह्रस्व भवति ह्रस्व भवति अभ्यासः इति प्रथमवर्णस्य ह्रस्वतं भूत्वा दधा इत्येव भवति. समीचीनं तावदेव कार्यम् अत्र. अस्तु धन्यवादः श्रीवल्ली भगिनी अग्रिमसूत्रं पठति वा हलादिशेषः इति? आं भगिनि हलादिः शेषः अभ्यासस्य आदिमः हल् शेषः अभ्यासे अपरेषां हलां लोपः. हल् प्रथमान्तम् आदिः प्रथमान्तं शेषः प्रथमान्तं त्रिपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अभ्यासस्य हलादिः शेषः आदिमः इत्युक्तौ आदौ यः न तु प्रथमः अतः अजादिधातोः द्वित्वं क्रियते चेत् आदौ अच्वर्णः न तु हल्वर्णः इति कारणतः हलादिः शेषः इत्यनेन अभ्यासे सर्वेषां हल्वर्णानां लोपः भवति. अट् उदाहरणम् अट् अट् अट् भवति अनन्तरं हलादिशेषः हल् आ अट् भवति. अभ्यासस्य आदिमः अभ्यासस्य आदिमः इति युक्ते न तु प्रथमः प्रथमवर्णः इति नास्ति यत् आदिमहल् अस्ति हल् शेषः अभ्यासे अपरेषाम् अलां लोपः. पच् इति धातुः अस्ति चेत् भगिनि? पच् इति धातुः पपत् पच् पच् अनन्तरं प पच् चकारस्य लोपः भवति भगिनि अभ्यासे अपरेषाम् अलां लोपः. अपरेषां हलां लोपः हलां लोपः हकारस्य लोपः प्रथमवर्णस्य लोपः किमर्थं न भवति? किन्तु आदिमः इत्युक्ते आदौ यः न तु प्रथमः अतः अजादि हलादि हल् शेषः अभ्यासस्य आदिमः हल् शेषः पच् पच् इत्यत्र हल् वर्णः कः? तदेव पकारः आदि प्रथमवर्णः पकारः अनन्तरम् अकारः अनन्तरं चकारः. ओ प्रथम हल् हल् वर्णः इति पकारः हल् शेषः अभ्याससंज्ञा इति प्रथम पच् पच् पच् पच् इति अभ्याससंज्ञकः अस्ति इति चेत् अभ्यासस्य हल् शेषः भवति अवशिष्यते. तदेव अवशिष्यते अपरेषां हलः लोपः भवति अपरेषां हलः लोप तद् मनसि भवेत् सर्वदा. अस्तु पच् पच् इति भवति तत्र पकारः अपि हल् एव पकारः अकारः चकारः परन्तु प्रथम हल् तु शेषः अस्ति किल तद् अवशिष्टमस्ति अतः अन्ये बहु किमपि अधिक हल् वर्णाः अपि भवितुम् अर्हति तेषां लोपः भवति. समीचीनं भगिनि सम्यक् धन्यवादः. उषा भगिनी कुहोश्चुः पठति वा? आं भगिनि कुहोश्चुः अभ्यासे ख वर्गीयस्य हकारस्य च स्थाने च वर्गीयादेशः भवति तत्र स्थाने अन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः तदा अभ्यासे चर्च इत्यनेन ज स्थाने झकारः कुश्च ह च तयोः इतरेतरद्वन्द्वः कुहौ तयोः कुहोः कुहोः षष्ट्यन्तं चुः प्रथमान्तं द्विपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य कुहोः चुः अभ्यासस्य कुहोः चुः कुस्थाने ह स्थाने चकारादिवर्णः स्थापयति आदेशः भवति ओके कण्टिन्यू भगिनि आं भगिनि तत्र कथं ककारस्य स्थाने कः चवर्गवर्णः आगच्छति इति कथं निर्णयं कुर्मः स्थाने अन्तरतमः इति सूत्रेण उच्चारणस्थानसाम्यवशात् ओके उच्चारणस्थानसाम्यवशात् सो क इति स्थाने चकारः ख इति आगच्छति वा यस् भगिनि या आगच्छति भगिनि क इति उच्चारणसाम्यम् अस्ति वा ककारस्य चकारस्य कवर्गः उच्चारणस्थानं किम् कवर्गः गटरल् अकुह विसर्जनीयानां कण्ठः चवर्गः तालु इचुयशानां तालु उच्चारणस्थानसाम्यम् अस्ति वा उच्चारणस्थानं साम्यं नास्ति अतः कथं निर्णयं कुर्मः यदा उच्चारणस्थानसाम्यं तु नास्ति कवर्गस्य स्थाने चवर्गः कथम् आदेशः भवति अन्यपरिभाषासूत्रस्य आवश्यकता अस्ति किल ओके तदा अभ्यासे च इत्यनेन ज स्थाने जकारः ओके ज स्थाने जकारः न कवर्गस्य स्थाने चकारः एव क स्थाने ख इति कथं निर्णयं कुर्मः अत्र तु दत्तं नास्ति तद् परिभाषा परन्तु वयं अन्तरङ्गप्रयत्नम् अपि तावदेव महोदय यथा सङ्ख्यम् अनुसमानम् तावदेव तत्र यत्र उच्चारणस्थानसाम्यं नास्ति तत्र यथासङ्ख्यम् अनुदेशसमानमेव आं महोदय प्रश्नः कः अत्र बाह्यप्रयत्नः अपि भवितुमर्हति खलु यत्र स्थानसाम्यं नास्ति चेत् बाह्यप्रयत्नस्य प्रयोगं कर्तुं शक्नुमः इति इत्यनेन स्थानेन्तरतम इत्यस्य ककारचकार इदानीं ककार अस्ति इदानीं स्पर्श अस्ति द्वय क्षम्यतां संवारनादघोष अस्ति यत्र विवार अघोषश्वास अस्ति अल्पप्राण महाप्राण बहु किमपि न तत्र एकादश स्थान अभ्यन्तरप्रयत्नः सोरि बाह्यप्रयत्नाः सन्ति तत्र तेषाम् अधिकृत्य एव कर्तुं शक्नुमः इति एतत्तु यथासङ्ख्यम् अनुदेशसमानं तु सौलभ्यमस्ति प्रयत्नः यदा भवान् वदति हकारस्य स्थाने जकारः कथम् आगच्छति बाह्यप्रयत्नः हकारस्य स्थाने जकारः संवारनाद कोश महाप्राण साफ्ट् तत्र आगच्छति स्प्रिट् महाप्राण अस्ति संवारणः महाप्राणः मृदु व्यञ्जना अस्ति चेत् फोर्थ् आफ् इट्स् क्लास् विल् बि तथैव ककारस्य अपि चकारस्ययोः वयं कर्तुं शक्नुमः खलु परन्तु तत्र अल्पप्राण एकमेकं स्वीकृत्य करणीयं वर्गस्य ककार अस्ति चेत् तत्तु अल्पप्राण अस्ति विवार श्वासघोष विवारश्वासघोष अस्ति अतः चकार भवितुमर्हति चकार न भवति किमर्थं चेत् महाप्राण अस्ति इति तत्र विवार अस्ति अतः महाप्राण अस्ति अतः तत्र चकार एव भवति ककारस्य स्थाने तथैव कर्तुं शक्नुमः तत् कर्तुं शक्नुमः परन्तु तत्र ककारस्य स्थाने प्रथमचकारः तृतीय च छ अपि आगच्छति किल आमां परन्तु तत्र नादघोषः अस्ति नादघोषः अस्ति संवारनादघोषः अस्ति ज इति परन्तु विवार अस्ति ककार अतः चकार अपि विवार अस्ति अघोष अस्ति श्वास अस्ति अतः चकार एव भवितुमर्हति इति तादृशं परन्तु तद् सौलभ्यं न यदाञ्चित् टचिङ्ग् यदा परन्तु महोदयमस्ति तत्र कुत्रापि स्थानेन्तरम् इत्युक्ते तत्र यत्र स्थानं स्थानसाम्यम् अभ्यन्तरप्रयत्नः अस्ति चेदेव भवति परन्तु तादृश यत्र न भवितुमर्हति तत्र तत्र तत्र बाह्यप्रयत्नस्य कार्यं बाह्यप्रयत्नः आं सर्वदा तदेव प्रथमं क्षम्यतां किं वदामः स्थानसाम्यम् उच्चारणसाम्यं स्थानसाम्यम् अनन्तरमेव बाह्यप्रयत्नस्य उपयोगः परन्तु यदा वयं यथासङ्ख्यम् अनुदेशसमानं कुर्मः चेत् तत्र तु सौलभ्यमेव अस्ति कवर्गस्य कवर्गः डैरेक्ट्लि इति अस्ति यदा सङ्ख्यमनुदेशः समानं ऐ अण्डर्स्टाण्ड् भगिनि बट् विवारनादघोषसंवार अहं तत्तु वयं पूर्णतया अस्मिन् अस्माकं वर्गे एकवारं प्रायः वयं कृतवन्तः पूर्णतया न कृतवन्तः तत्र बहु किमपि अस्ति कथम् आगच्छति टेबल् इति प्रायः अग्रिमसप्ताहे टेबल् अस्ति चेदेव अहं विवरणं दातुं शक्नोमि ओके धन्यवादः भगिनी एतत् विषये सौम्या भगिन्याः बाह्यप्रयत्नाः तु एकदश एकदशदा इति तत्र दत्तं पुटसङ्ख्या प्रथमम् अस्ति व्योममध्ये एतत् सर्वम् अस्ति भगिनि ओके सम्यक् दत्तवती मास्टर् आफ् इन् ग्रामर् इति अस्ति तत्र व्योममध्ये प्रथममेव सौम्या भगिन्याः बाह्यप्रयत्नाः बाह्यप्रयत्नः तु एकादशदा विवारः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरितः च इति बाह्यप्रयत्नः एकादश इति अस्ति एतत् सर्वं सम्यक्तया उक्तं भगिनि तत्र प्रिण्ट् औट् समीचीनम् अत्र लघु बुक् आल्सो हेस् लघु सिद्धान्तकौमुदी ऐ हेव् देट् ओके तत्र यदा भवति तुल्यास्य प्रयत्नं सवर्णं तत्र पश्यति चेत् अष्टाध्यायी डाट् काम् मध्ये तत्र वर्णानाम् आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः सवर्णसंज्ञा कथं भवति सर्वं तत्र तत्र संख्या तु तत्र अस्ति तद् किञ्चित् सुलभमेव अस्ति पश्यतु अनन्तरम् अवश्यं चेत् वयम् अग्रिमसप्ताहे टेबल् अस्ति चेत् अहं विवरणं दास्यामि ओके धन्यवादः अत्र भगिनी अत्र कर्कषवर्णानां व्यवहारः अपि किञ्चित् ओपनिङ्ग् भवति, अतः श्वास एव भवति, परन्तु मृदुव्यञ्जनानां किञ्चित् संवार इत्युक्ते किञ्चित् सङ्कुचितः भवति, अतः नादः भवति इति, अतः वयं कर्तुं शक्नुमः इति. किमर् संवार विवारस्य ते श्वासः भवति, संवारस्य नादः भवति. सङ्कुचितः वैब्रेशन् भवति इति, अतः मृदुव्यञ्जनानां नादः भवति. अत्र घोषः अपि भवति, ध्वनिः भवति, परन्तु एतत् अघोषः श्वासः अस्ति खलु, विवार ओपनिङ्ग् अस्ति, अतः विवार एव, तत्र श्वासः भवति, अघोषः भवति इति तादृश मनसि भविष्यति. सरलं बहु सम्यक्. टेबल् मध्ये सर्वदा तत् किञ्चित् अस्माकं मनसि न तिष्ठति, अतः किञ्चित् लाजिकल् थिङ्किङ्ग् संवारचित्ते क्लोसिङ्ग् अस्ति, अतः अन्य श्वास घोष इति किमर्थं भवति संवारस्ति चेत् अथवा विवारस्ति चेत् अघोष, सोरि विवारस्ति चेत् श्वास अघोष भवति, अथवा संवारस्ति चेत् नादघोष किमर्थं भवति इति वयं किञ्चित् मनसि भवति. अग्रे सरामः. कुहोश्चुः पठितवन्तः किल, अस्तु, अङ्गस्य अभ्यासस्य कुहोः चुः भवति इति. अस्तु महोदय, भवानेव उरत् पठति वा? स्थानेन्तरतमः अपि पठित्वा उरत् पठतु महोदय. अस्तु, स्थानेन्तरतमः प्रथमाध्यासे प्रथमपादस्य पञ्चाशत्तमं सूत्रमस्ति. प्रसङ्गम् अवलम्ब्य तुल्यतम आदेशो भवति. स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमितं सूत्रम् अस्ति. प्रसङ्गम् अवलम्ब्य स्थाने, अस्तु, वयं जानीमः स्थानान्तरतम इति. यस्य स्थानं स्थानसाम्यम् अस्ति, अन्तरतम्यम् अस्ति, तत्र अन्तरतमम् अस्ति, अन्तर क्लोस्नेस् अस्ति स्थाने, स्थान अत्र अत्र आभ्यन्तरप्रयत्न अपि च मुखस्य स्थानस्य अपि च प्रयत्नस्य साम्यं भवति किञ्चित्. अत्र अन्तरतमः अस्ति चेत् तस्य आदेशः भवति इति. अग्रे उरत् इति सप्तमध्यायस्य चतुर्थपादस्य षट्षष्टितमं सूत्रमस्ति. षट्षष्टितम प्रत्ययपरे अभ्यासस्य ऋवर्णस्य स्थाने अत् आदेशः भवति. प्रत्ययपरे अभ्यासस्य ऋवर्णस्य स्थाने अत् आदेशः भवति. अस्तु, षष्ट्यन्तम् अत् प्रथमान्तं द्विपदमिदं सूत्रम्. अत्र लोपो अभ्यासः इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य अभ्यासस्य उः अत् इति, उः अत् इति. अत्र यदि अभ्यासे ऋवर्णः अस्ति चेत् तर्हि अत् अर् अत् इति अकारे एव भवति, अतः अभ्यासस्य अकारः भवति इति अस्ति. उरत् इति सूत्रं वदति. कृ इति अस्ति चेत् किं भवति? कृ इति अस्ति अत्र इदानीम्, अत्र कृ इति अस्ति, कृ अस्तु, कृ अस्ति. इदानीम् अत्र क इति भवति, ऋकारस्य स्थाने अ भवति, अतः क इति भवति. अनन्तरं कुः सूचना च भवति. समीचीनम्, चक्र इति एतावत् चक्र इति भवति. सम्यक्, धन्यवादः महोदय. राजेन्द्रमहोदय अग्रिमसूत्रं पठति वा? आम् भगिनि. अभ्यासे चर्च अभ्यासे जल् स्थाने जस् चर् व च आदेशो भवतः. तत्र स्थाने अन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थानसाम्यवशात् जस् स्थाने जस् च अपि च खाय् स्थाने चर् अनुवृत्त्यर्थम् अष्टमध्यायम् अभ्यासे सप्तमी अन्तं च प्रथमान्तं च अव्ययपदं त्रिपदम् इदं सूत्रं जलां जस् जसि इत्यस्मात् जलां जस् इत्यनयोः अनुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारात् अनुवृत्तिसहितसूत्रम् अभ्यासे जलां जस् चर् च संहितायाम् अभ्यासे चर् सूत्रं वदति अभ्यासस्थाने यः जलवर्णः अस्ति तस्य स्थाने जस् जस् च चर् आदेशः भवति स्थाने अन्तर्तमसूत्रं परिभाषासूत्रेण तत् उच्चारणस्थानसाम्यवशात् तथा भवति भगिनि चर् कथं भवति मम मनसि किञ्चित् स्पष्टता नास्ति वर्णः कः भवति महोदय प्रत्याहारे के के वर्णाः सन्ति चर् इत्यत्र चर् इत्युक्ते षटत कप शशस जल् स्थाने जश्व क्षम्यतां जश् चर् च भवति चतुर्थवर्णस्य स्थाने तृतीयवर्णः द्वितीयवर्णस्य स्थाने प्रथमवर्णः जलाम् इत्युक्ते जलाम् इत्युक्ते यत्र अन्ते जलवर्णः अस्ति तृतीयचतुर्थवर्णाः किल जलाम् इति आमामां प्रत्ययः जष् इति तृतीय चर् इति प्रथम तर्हि द्वितीय द्वितीय अस्ति चेत् प्रथम भवति चतुर्थ अस्ति चेत् तृतीय भवति परन्तु आदेशः कथं भवति इत्येव जलां स्थाने खरिच भगिनि खरिच खरीच कथं जलं चर् भवति तदेव जलां स्थाने जश् चर् च भवति इति प्रथम द्वितीय प्रथम द्वितीय अस्ति चेत् प्रथमादेशः किल प्रथम द्वितीय प्रथमादेशः तृतीय चतुर्थ अस्ति चेत् तृतीयादेशः जश् आदेशः भवति महोदय पट्टि करोति वा क्षम्यताम् आं पट् एव करोतु महोदय पट् पट् धातुः पट् धातु तत् द्वितीयं भूत्वा पट् पट् भवति इदानीं हलादिशेषः पपट् पपट् भवति अत्र पकारः अस्ति पकारस्य स्थाने चर् चर् भवति तत्र पा एव अवशिष्यते पा एव अवशिष्यते तादृशमेव भवति यदा धाव् इति भवति चेत् महोदय धाव् इत्युक्ते भगिनि धावति महाप्राण टुरन् धावति धाव इत्युक्ते तत्र किं भवति धाव् द्वित्वं भूत्वा धाव् भवति तदनन्तरं तत्र धकारः अस्ति तत् तकारः आदेशः भवति तथा अभ्यासे चर्चा इत्यनेन तत्र ह्रस्वः भवति ह्रस्वः भूत्वा अनन्तरम् अभ्यासे चर्चा अन्तिमकार्यं यदा ह्रस्वं भूत्वा तत्र तकारः आगच्छति तकार भगिनी अत्र दकार जस् भवति वा द खलु दकार खलु पूर्वं प्रथमं धा इति भवति अनन्तरं ह्रस्व भवति धा इति अनन्तरं जस्वं भवति जलं जस् भवति खलु धा इति भवति खलु चतुर्थस्य तृतीयवर्णः चतुर्थवर्णस्य तृतीय धाव् इति भवति प्रथमवर्गप्रथमवर्गद्वितीयस्य प्रथमादेशः वर्गतृतीयवर्गचतुर्थस्य तृतीयादेशः शकारः शकारः मूर्धन्य शकारः अस्ति चेत् तत्र तदेव अस्ति अहं चिन्तयामि तदेव त्रयः चर् प्रत्याहारे समावशन्ति चर् प्रत्याहारे सन्ति किल षट् आम् तत्र किमपि परिवर्तनं न भवति न भवति तत्र हकारः अस्ति चेदेव अस्माकं हकारः अपि अस्मिन् प्रत्याहारे सन्ति परन्तु तत्र कुहोश्चुः इत्यस्य एव कार्यम् अत्र न भवति हकारस्य जकारादेशः कुहोश्चुः इत्यनेन भवति अत्र अभ्यासे चर्चा इत्यनेन न भवति अस्तु अतः अस्माकं सामान्य अभ्यासकार्याणि तत्र एकं सूत्रं वयं न दृष्टवन्तः षर्पूर्वः कयः इति सूत्रं तत्तु हलादिशेषः इत्यस्य अपवादसूत्रमस्ति तद् वयं प्रायः यदा हलन्तदातवः जुहोत्यादिगणस्य हलन्तदातवः कुर्मः तस्मिन् समये आगच्छति पाठे नास्ति कुहोश्चु इति सूत्रे अपि हकारस्य स्थाने प्रथमं झकारः भवति तदा अभ्यासचर्चे इत्यस्येन झकारस्य स्थाने झकारः भवति आं तदनन्तरमेव किल तदनन्तरम् आं भगिनि तदनन्तरम् अभ्यासे चर्चा इति सूत्रम् आगच्छति समीचीनम् अस्तु अग्रे सरामः विजया भगिनी पठतु भगिनि अस्माभिः आं भगिनि अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति प्रथमबिन्दुः विकर्णप्रत्ययः निमित्तिकम् अङ्गकार्यं तदा धातुविकर्णप्रत्ययोः मेलनं द्वितीयबिन्दुः तिङ्प्रत्ययः सिद्धिः तृतीयबिन्दुः तिङ्प्रत्ययः निमित्तिकम् अङ्गकार्यं तदा अङ्ग तिङ्प्रत्ययोः मेलनेन जुहोत्यादिगणे अपि तथा किन्तु द्वित्वम् अभ्यासकार्यं च अपि स्तः द्वित्वस्य निमित्तं स्लु अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात् परे अस्ति तिङ्वा कृत्वा भवतु तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः शप् विधीयते कर्तरि शप् इत्यनेन शपः स्थाने श्लू भवति श्लौ इत्यनेन धातोः द्वित्वं भवति सामान्य अभ्यासकार्यम् अभ्यस्त उत्तरप्रत्यय अस्य निमित्तं ह्रस्वः अलादिः शेषः कुहोच्छुः उरत् अभ्यासे चच्च एतत् सर्वाणि सूत्राणि तत्र कार्यं करोति विशेष अभ्यासकार्यं श्लुः अस्य निमित्तं चत्वारि सूत्राणि अस्मिन् पाठे द्वे बृञ्जामित् अर्तिपिपत्योर्ष अङ्गकार्यं तिञ्च कृत् च निमित्तं कृतन्तमपि अङ्गकार्यम् अत्र रूपेण दत्तं तत्र किम् उक्तमस्ति भगिनि तत्र तत्र प्रथमं तिङन्तपदस्य सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणं त्रीणि सोपानानि सन्ति. एतत् पूर्वमेव वयं दृष्टवन्तः एतत् विषये विकर्णप्रत्ययः निमित्तिकम् अङ्गकार्यं तथा धातु विकर्णप्रत्ययोः धातु अस्ति चेत् अनन्तरं विकर्णप्रत्ययः शप् इति चेत् तत्र लशकतति इति सूत्रेण एतत् युत् भवति अनन्तरम् अकारः एव तिष्ठति. एतत् सर्वं वयं ज्ञातवन्तः एव. तत्र धातु अनन्तरं विकर्णप्रत्ययोः मेलनेन तत्र अङ्गकार्यं भवति. अनन्तरं तत्र तिङ्प्रत्ययः सिद्धरूपेण अस्ति. एतत् योजनेन तत्र क्रियापदं निष्पन्नं. तत्र अनन्तरं तिङ्प्रत्ययः निमित्तिकम् अङ्गकार्यं तदा अङ्ग तिङ्प्रत्ययोः मेलनम् अङ्गम् अनन्तरं तिङ्प्रत्ययोः मेलनेन तत्र पूर्णतया पदं निष्पन्नं. अत्र अस्मिन् गणे विकर्णप्रत्ययस्य का गतिः किं भवति? श्लू अस्ति अत्र अस्मिन् गणे. अतः अङ्गं किम्? अङ्गं जुहोत्यादिगणे किं भगिनि वदतु. अनन्तरं जुहोत्यादिगणे द्वित्वं भवति. जुहोत्यादिगणे द्वित्वं भवति. द्वित्वस्य निमित्तं श्लू अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात् परे अस्ति तिङ् वा कृत् वा भवतु तत्र श्लू इति धातुः अस्ति चेत् तत्र तिङ् वा कृत् वा तिङन्तपदं वा कृदन्तपदं वा योजनेन तत्र कार्यं भवति. जुहोत्यादिगणे कार्यस्य क्रमः अधः अस्ति. शप् विधीयते कर्तरि शप् इत्यनेन अनन्तरं शपस्थाने श्लू भवति अत्र ज्योत्यादिगणे. श्लौ इत्यनेन धातोः द्वित्वं भवति. इदानीम् अङ्गं किं भवति? अतः शपः श्लू भवति. अतः अङ्गं किम्? श्लू एव अङ्गं खलु भगिनि. तत्र श्लू इत्युक्ते किं? श्लू इत्युक्ते अङ्गमेव. किं श्लू इति? शप कर्तरी शप् कदा विधीयते? कर्तरी शप् सार्वधातुके विधीयते. कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरी शप् विधीयते. इदानीं द्वितीयक्रमः कः इति पठितवती. शपः स्थाने श्लू भवति. तत्र श्लू इत्युक्ते किं? तत्र विकर्णप्रत्ययम् एवं वा? भवती तु जानाति एव किल श्लू इत्युक्ते किम् इति. अदर्शनम्. अदर्शनं प्रत्ययस्य अदर्शनम् एव अस्ति श्लू. लोपः वा तत्र? आम्. प्रथमं गच्छतु. प्रथमं यदा वयं गतसप्ताहे पठितवन्तः किल जुहोत्यादिभ्यः श्लुः इति प्रथमसूत्रं, तस्मात् अनन्तरं तत्र किमस्ति? अत्र प्रश्नः उदेति यत् पठतु प्रथमान्तं. जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य श्लू अत्र लोपः अदर्शनं भवति. अवदर्शनं भवति चेत् तत्र कार्यं किं भवति भगिनि? लोपः श्लू लोपः भवति. शपस्थाने श्लू आगच्छति, तत् लोपः भवति. एकनिमिषं भगिनि, एकनिमिषं. शपः स्थाने श्लू नास्ति, शपः श्लू भवति. श्लू इत्युक्ते लोपः. अत्र विकर्णप्रत्ययं किमपि नास्ति, न दृश्यते. अतः अङ्गं किम्? लोपः भवति चेत् तत्र अङ्गं लोपः भवति. धातुः एव पुनः महोदय पूर्णतया वदतु महोदय. स्लो इति भवति, अतः अनन्तरं स्लो इत्यनेन धातोः द्वित्वं भवति. अतः यद् यद् अस्ति अभ्यस्त, यत् अभ्यस्त अस्ति तदेव अङ्गमस्ति. तत्र प्रत्ययलुप्ते तद् आश्रितं कार्यं भवति. स्लू न तथा प्रत्ययस्य स्लू भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तद् आश्रितं कार्यमपि न स्यात्. तत् विधायकं सूत्रम् अस्ति चेत् न लुप् अस्तु भगिनि. तत्र स्लू अपगच्छति, श्लू अपगच्छति नास्ति भगिनि. भगिनि पुनः शप, शप् लोपः भवति. तस्य नाम अस्ति श्लू. श्लू इति एका संज्ञा अस्ति, तावदेव. श्लू इत्युक्ते लोपः, अतः एव प्रथमार्थः. अतः एव प्रथमान्तम् अस्तु. इदानीं धा इति धातुः द्वित्वं करोतु. ददाति न न न भवती तु रूपं वदति, केवलं द्वित्वं करोतु. धा इत्यस्य द्वित्वं किं भवति? श्लौ इत्यनेन यदा द्वित्वं कुर्मः किम् आगच्छति? तावदेव, तदेव द्वित्वकार्यं किल. श्लौ इत्यनेन द्वित्वं भवति धा धा इति. इदानीम् अङ्गं किम्? दा धा इत्येव अङ्गम्. ओ द्विवारं इदानीं तु तत्र यद् प्रत्ययः आसीत् विकरणप्रत्ययः, तस्य तु लोपः जातः किल. अवगच्छति वा? अतः यद् धातुः तस्य द्वित्वं कृत्वा यद् रूपम् अस्ति तदेव अङ्गमस्ति. प्रत्ययात् पूर्वं यत्किमपि अस्ति तदेव अङ्गम्. अतः दधा जुहोत्यादिगणे अस्ति चेत् अतः तत्र दादा इति द्विवारम् आगच्छति. तावदेव. अन्येषु गणेषु विकरणप्रत्ययः योजयित्वा अङ्गं साधयामः. अत्र तु अङ्गं तु क्षम्यताम् अत्र तु विकरणप्रत्ययस्य श्लू अभवत्. श्लू इत्युक्ते लोपः. अवगतं वा? श्लौ इत्यनेन धातोः द्वित्वं भवति, तत्र किं भवति भगिनि? श्लौ इत्यनेन धातोः द्वित्वं भवति चेत् तत्र श्लू श्लू इति द्विवारम् आगच्छति वा? न दाट् धातु एव तत्र श्लौ इति सूत्रमस्ति किल, तद् पठतु भगिनि. द्वित्वप्रकरणम् इत्यस्मात् पूर्वं 6-1-10 धातोः इत्यनेन प्राप्तं चेत् पठतु. स्लौ 6-1-10 खलु. स्लौ धातोः द्वित्वं भवति स्लौ परे. स्लौ तावदेव तदेव तावदेव पर्याप्तं. धातोः द्वित्वं भवति श्लौ परे. इदानीं मम धातुः अस्ति धा इति. इदानीं द्वित्वं करोतु दादा. श्लौ परे किल, तत्र लोपः भवति किल. जुहोत्यादिगणस्य गणे शपः श्लू भवति. अवगतं वा श्लू इत्युक्ते किम् इति? श्लू इत्यस्य एव तत्र सूचितमस्ति. श्लौ श्लौ परे सप्तम्यन्तपदं किल. अस्तु. श्लौ इत्युक्ते लोपः. अदादिगणे लुक् कृतवन्तः किल, तादृशमेव लुक् वृद्धि अभवत् अतः इदानीम् अग्रिमं पठतु भगिनि सामान्य अभ्यासकार्यं सामान्य अभ्यासकार्यम् अभ्यस्य उत्तरप्रत्यय अस्य निमित्तं ह्रस्वः हलादिः शेषः कुहोच्छुः उरत् अभ्यासे चर्चा एतत् सर्वं सूत्रनिमित्तकं ह्रस्वः चेत् तत्र किमपि दीर्घः अचित्ते अचित् ह्रस्वः इति अभ्यासस्य अच्वर्णः ह्रस्वः स्यात् तत्र अच्वर्णः ह्रस्वः भवति बाधा इत्यस्य ह्रस्वः करोतु भगिनि तावदेव हलादिशेषः कुहोश्चुः उरत् अभ्यासे चर्चा इति सामान्य अभ्यासकार्याणि एतदेव वयम् इदानीं दृष्टवन्तः अग्रिमं पठतु भगिनि विशेष अभ्यासकार्यं विशेष अभ्यासकार्यं स्लुः अस्य निमित्तं चत्वारि सूत्राणि अस्मिन् पाठे द्वे दत्तं भृञ्ज मित् अर्ति पिपत्यार्श्च इति पिपत्योश्च इति सूत्रद्वयम् अग्रिम अग्रे आगच्छति अनन्तरम् अनन्तरम् अङ्गकार्यं तिङ् च कृत् च निमित्तम् अङ्गकार्यम् अस्ति अत्र तत्र तिङ् वा कृत् वा मेलनेन कार्यं भवति समीचीनं कृत् कुत्र कुत्र भवति कोऽपि जानाति वा छत्र किं भगिनि छत्र अनन्तरं चाणच् चाणच् सार्वधातुकप्रत्ययः अतः छत्र शाणच् एव द्वौ एव प्रसिद्धौ अस्ति नवकृत् प्रत्ययाः सन्ति ये सार्वधातुकः परन्तु तत्र द्वौ एव प्रसिद्धौ अतः शत्र शाणच् समीचीनं शाणच् आत्मनेपदिनः एव आगच्छति सार्वधातुकप्रत्ययः एव किल सार्वधातुकप्रत्ययं तत्र शत्रु क्लेशः नास्ति परन्तु शाणच् आत्मनेपदी एव आगच्छति खलु भगिनि आम् परन्तु इदानीम् अस्माकं तु अस्माकं विवक्षा तु सार्वधातुकप्रत्ययः इत्येव किल शत्रु शाणच् तिंशित् सार्वधातुकम् अतः सार्वधातुकः अस्तु धन्यवादः अस्य क्रमः इदानीम् अरुणा भगिनी पठति वा भगिनि विकरणप्रत्ययनिमित्तकं निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं नास्ति यतः शप् विकरणप्रत्ययस्य स्लू भवति स्लुः तु अङ्गकार्यस्य अभ्यासकार्यस्य निमित्तं भवति तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव तदर्थम् अभ्यासकर्मपि तत्रैव प्रथमं वयं जानीमः तिङ्प्रत्यय विषये प्रथमं अङ्गकार्यं करणीयं विकरणप्रत्ययनिमित्तक अङ्गकार्यम् अत्र अङ्गकार्यं नास्ति किम् अस्ति चेत् शप् विकरणप्रत्ययस्य स्लू भवति स्लू अदर्शनं भवति ततः परन्तु स्लू अस्ति चेत् अभ्यासकार्यं भवति तत् प्रथमं नास्ति प्रथमं केवलं अङ्गकार्यं नास्ति इति अत्र दत्तम् अहम् अत्र अवगतं वचने स्लू एव अङ्गकार्यं करणीयं न किं तृतीयसोपाने किं दत्तम् न न भवती यद् उक्तवती सम्यक् एव भगिनी विकरणप्रत्ययनिमित्तक अङ्गकार्यं नास्ति तत्र यदा वयं भुवादिगणे दृष्टवन्तः तत्र शप् इति अस्माकं विकरणप्रत्ययः आसीत् तद् निमित्तिकगुणकार्यं वयं कृतवन्तः किल भू भो भवति शप् कारणेन इति तादृशम् इदानीम् अत्र नास्ति. फ्लू भवति यत्किमपि शप्निमित्तिककार्यं किमपि नास्ति. किमर्थं शप् श्लू भवति? तद् समीचीनं. द्वितीयं किम् अस्ति? श्लू तु अङ्गकार्यस्य अभ्यासकार्यस्य निमित्तम् अस्ति. किमर्थं तद् तृतीयसोपाने कुर्मः? तत् अहं न अवगतं. तदेव न किं तृतीयसोपा किं तृतीयसोपाने तृतीयसोपानम् इत्युक्ते तत्र सोपानत्रयं दत्तमस्ति किल. तत्र यदा इदानीं प्रथमसोपानं भवती यद् पठति विकरणप्रत्ययनिमित्तिकाङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. तत्र यद् श्लू प्रत्ययनिमित्तिक अङ्गकार्यम् इदानीं न भवति. यदा तृतीयसोपानं तिङ् प्रत्ययनिमित्तिक अङ्गकार्यं तदा अङ्गतिङ् प्रत्ययोः मेलनं यदा कुर्मः तत्र वयं अभ्यासकार्यस्य यद् निमित्तं तद् वयं तृतीयसोपाने कुर्मः. किमर्थम् इत्युक्ते एकैकधातोः वयं द्वित्वकार्यं सर्वं कृत्वा अन्ते तद् कुर्मः इत्येव वदति. परन्तु अतः प्रथमम् अभ्यासकार्यम् समये न साहाय्यं न करोति. तिङ् प्रत्यय तिङ् वा कृत् प्रत्यय द्वित्व विषये न प्रभावं सूचयति. कथं तादृशं न अवगतं. प्रश्नः न अवगतः मया. यदा प्रायः यदा वयं पश्यामः प्रक्रिया अग्रे भवती एव अवगच्छति कथम् आगच्छति इति. अत्र धातुः अपि अस्ति. यदा वयम् एकवारं पश्यामः तत्र अवगच्छति कथं तृतीयसोपाने तस्य अङ्गकार्यम् आगच्छति इति. प्रथमं पठतु. किञ्चित् वक्तुम् इच्छामि. तत्र श्लौ इति धातुः अस्ति. एतत् धातुवेन श्लौ धातुः नास्ति भगिनि. सूत्रं श्लौ सूत्रमस्ति. एतत् सूत्रेण प्रत्ययस्य स्लू इत्यनेन लोपः कृतः. एतत् सूत्रेण एव अङ्गं द्वित्वं भवति. यदा पा इत्युक्ते पापा, दा इत्युक्ते दादा इति एतत् सूत्रेण एव धातुः अस्ति चेत् एतत् धातोः अङ्गस्य द्वित्वं भवति. केन सूत्रेण? एतत् एव खलु भगिनि. केन सूत्रेण भवति? श्लौ श्लौ इत्यनेन धातोः द्वित्वं भवति. समीचीनमेव. धन्यवादः. तिङ् प्रत्ययसिद्धिः. जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्त अङ्गानां कृते सिद्ध तिङ् प्रत्ययः भवन्ति. परन्तु यत्र धातुः अभ्यस्तसञ्ज्ञकः अस्ति तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते. जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसञ्ज्ञकाः. अत्र सर्वत्र इमे द्वे कार्ये स्तः. अत्र वयं चिन्तितवन्तः जुहोत्यादिगणे अङ्गकार्यं कोऽपि नास्ति. किमर्थं चेत् शप् श्लू भवति, ततः अङ्गकार्यं नास्ति. ततः अतः अङ्गम् अनदन्त अङ्गं तत् पर्यन्तं सिद्धतिङ् प्रत्ययः भवन्ति. जुहोत्यादिकन्य सर्वे धातवः अभ्यस्तसञ्ज्ञकः अस्ति. ततः कार्यं सर्वत्र सामान्यमेव भवति. द्वे कार्ये सः सर्वत्र प्रवर्तते. समीचीनम्. एतत् सूत्रद्वयं वयम् अदादिगणे अपि दृष्टवन्तः. परन्तु अस्मिन् गणे अस्य प्रसक्तिः किमर्थं पूर्णतया अस्ति इत्युक्ते तत्र तु द्वित्वं भवति इति कृत्वा. सर्वत्र द्वित्वं भवति, अङ्गम् अनदन्तम् अस्ति, अतः तत्र अस्य सूत्रस्य सूत्रद्वयस्य प्रसक्तिः अपि अस्ति. प्रथमसूत्रं पठतु भगिनि. अदभ्यस्तात् अदभ्यस्तात् अभ्यस्तसञ्ज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम् अभ्यस्तात् पञ्चममन्त्रं द्विपदमिदं सूत्रं जो अन्तः इत्यस्मात् जः षष्ट्यन्तम् इत्यस्य अनुवृत्तिः आयनेयिनीयः षड् खगां प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्यय आदेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यय आदे जः अत् अत्र अभ्यस्तात् इति सूत्रमस्ति. किं वदति सूत्रम्? अभ्यस्तसञ्ज्ञकधातु उत्तरस्य प्रत्ययस्य आदिमव्ययस्य आदिमव्यये जकार अस्ति चेत् अत् तत्स्थाने अत् आदेशः भवति. अत्र पूर्ण अनुभूतिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यये आदे जः अत् जः कुत्र अस्ति चेत् प्रत्यय आदे झ वर्णः अस्ति चेत् तत्स्थाने अत् आगच्छति. वयं जानीमः प्रथमविभक्ति बहुवचने छि प्रत्यय आगच्छति, तिङ् प्रत्यय आगच्छति, अत्र झकार अस्ति, झकारस्थाने अत् आगच्छति. समीचीनम्. अतः केषु लकारेषु आगच्छति? लट् लकार अल्लोट् लकार. समीचीनं. प्रथमप्रति बहुवचने अत् आगच्छति. समीचीनम्. सम्यक् भगिनि. अदभ्यस्तात् इति सूत्रेण यदा वयं तत्र अदादिगणे दृष्टवन्तः तादृशकार्यमेव अत्रापि. लटि लोटि प्रथमपुरुष बहुवचने जस्थाने अक् इति आदेशः भवति. ध्येयं ध्येयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इत् सञ्ज्ञः न, यतोहि अत्तु विभक्तिसञ्ज्ञक झि प्रत्ययस्य अवयवस्य आदेशः, अतः न विभक्तोतु स्माः इत्यनेन हलन्त्यं बाधितम्. वयं जानीमः अत्र आदेशः आगच्छति, तत्र हलन्त्यम् इति सूत्रेण इत्सञ्ज्ञा न भवति. किमर्थम् इति चेत् अत् अपि विभक्तिसञ्ज्ञा अस्ति, ततः न विभक्तौ तु स्माः इति सूत्रेण बाधकं न भवति, इत्सञ्ज्ञा न भवति, हलन्त्यम् इति सूत्रेण बाधितं. तदेव तदर्थ. समीचीनम्. अग्रिमवाक्यमपि पठतु भगिनि. अभ्यस्तात् इति सूत्रेण लटि लोटि अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झास्थाने अत् आदेशः, अतः लटि झि अति न तु अन्ति, लोटि झि अतु न तु अन्तु, अतु आगच्छति न अन्तु. वयं जानीमः झि स्थाने सामान्यतः अन्ति आगच्छति, परन्तु अतद्भ्यस्तात् सूत्रेण झकारस्थाने अत् आगच्छति, ततः अति एव निष्पन्नं भवति. तदेव लोट् लकारे अपि झि स्थाने अन्तु आगच्छति सामान्यतया, अर्धाभ्यस्तात् सूत्रेण अत् आगच्छति, अतु एव रूपं प्रत्ययरूपम्. समीचीनम्. उत्तमं. धन्यवादः. श्रीवल्ली भगिनी अग्रिमसूत्रं सिजभ्यस्तविधिभ्यश्च. आम् भगिनि. सिजभ्यस्तविधिभ्यश्च लकारस्य प्रश्नः अस्ति वा महोदय? आं भगिनि. अत्र मम मनसि किञ्चन जयः अस्ति, वचनपरिणामं तस्य अर्थं किं किं भवति तत् वचनपरिणामं? तत्र यदा वयम् आयनेयिनीयः पठचखगां प्रत्ययाधीनाम् इत्यस्य तत्र प्रत्ययाधीनाम् इति यद् पदं वयम् अनुवृत्तिरूपेण स्वीकुर्मः तस्य वचनपरिणामं कृत्वा प्रत्ययादीनाम् इति षष्ठी बहुवचनं किल, अतः तस्य वचनपरिणामं कृत्वा प्रत्ययादेः इति एकवचनं कृतवन्तः। अस्तु अस्तु अस्तु, यतोहि सूत्रे तत्र षष्ठी बहुवचनरूपम् अस्ति, परन्तु यदा स्वीकुर्मः तत् तस्य विधिः प्रचलति तत्र एकवचनं रूपेण तत् स्वीकुर्मः। किमर्थम् इत्युक्ते तत्र वचनपरिणामस्य का आवश्यकता इत्युक्ते तत्र जः इति एकः एव जः स्थाने अत् भवति, अतः एकः एव प्रत्ययः किल, अतः अतः एकवचनं स्वीकृतवान् प्रत्ययादेः जहात्। अस्तु धन्यवादः। अस्तु आं भगिनि सिजभ्यश्च विधिभ्यश्च ङित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य जि प्रत्ययस्य स्थाने जुस् आदेशः भवति। सिच्च अभ्यस्तश्च विच्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्तविधयः विधयः तेभ्यः सिजभ्यस्तविधिभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च द्विपदं द्विपदमिदं सूत्रं नित्यं ङितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः चेर्जुस् इत्यस्मात् जेहेजुस् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिहारः अनुवृत्तिसहितसूत्रं सिजभ्यस्तविधिभ्यः च ङितः लस्य ग्नेः जुस् इति भवति। आं भगिनि सिच् तत्यात् च अभ्यस्तसंज्ञका धातोः इति विद्धातोः च परस्य जि प्रत्ययस्य स्थाने जुस् आदेशः भवति नित्लकारस्य नित्लस्य। अग्रिमं पठतु भगिनि। अनेन लङि अनेन लङि एकनिमिषं भगिनि। आं महोदय प्रश्नः कः सिजिभ्यस्तविधिभ्यश्च अभ्यस्तसंज्ञकस्य इदानीं जुस् आदेशः भवति इति अदभ्यस्तात् इत्यस्य अपवादसूत्रं भवति वा तत् स्वीकर्तुं शक्नुमः वा? किमर्थम् अपवादः जुस् इति जुस् आदेशः परन्तु तत्तु ङित्लकारस्य आम् न तद्वत् किमपि नास्ति खलु तत्र अभ्यस्त अङ्ग प्रत्यादेः जः अत् इति अस्ति अत्र विदितस्य जेः जोस् इति अस्ति अतः अपवादः अस्ति वा अथवा परसूत्रमस्ति वा इति परसूत्रं नास्ति अपवादः एव भवितुं अङ्गकार्यम् अदभ्यस्तात् अङ्गकार्यं चिदभ्यश्चेत् धातोः अभ्यस्तात् तदपि किमर्थम् एतद् वर्णकार्यं वा नास्ति वा न न न 3-1 इति 3-4 इति अस्ति अपवादं भवति वा अपवादः इति चिन्तनमेव नास्ति अत्र किमर्थम् अभ्यस्तसंज्ञकधातोरुत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् आदेशः भवति इति अदभ्यस्त अत्र तु ङित् लकारस्य अवस्थायां जि प्रत्ययस्य स्थाने जुस् आदेशः भवति एतदपि अभ्यस्त अस्ति खलु नित्लकारे अपि अभ्यस्त तर्हि अदभ्यस्तात् इत्यनेन नित्लकारस्य अपि भवितुमर्हति खलु अत् इति भवितुमर्हति खलु तत्र अदभ्यस्तात् इत्यनेन केवलम् इत्यनेन जकारस्य स्थाने अत् तत्तु लिट् लिट्टि न भवति किल लङ् न भवति वा लङ् लङ् अपि तदेव खलु ओ प्रसक्तिः अस्ति इति वदति वा भवान् आमामाम् आमां प्रसक्तिः अस्ति खलु किमर्थं नास्ति इति एकवारं नाम अभ्यस्तम् अन्ति इति भवति अन्ति अस्ति कार्यं भवति भिन्नम् अस्ति अहं चिन्तयामि किं महोदय पुनः वदतु महोदय अत्र तु नित्लकारस्य अवस्थायाम् एव तस्य कार्यं भवति, सूत्रस्य कार्यं भवति, तथैव कार्यस्थलं तु भिन्न भिन्नम् अस्ति, अद्यस्ता तत् तस्य कार्यस्थलं भिन्नम् अस्ति. अन्यथा अत्येव भवति खलु सर्वत्र इदानीम् अपठत् इति लङ्लकारे अत्येव अस्ति खलु, अतः तत्रापि अत् इति भवति अर्हति, अभ्यस्तात् अभ्यस्तसंज्ञका अस्ति. अपठत् अत्र अभ्यस्त अभ्यस्तसंज्ञा एव नास्ति नास्ति अत्येव भवति खलु अति अत्येव अस्ति तत्र सिद्धप्रत्यय स एव खलु जि एव खलु लङ्लकारेपि जि एव अस्ति अत्रापि अत् इति भवितुमर्हति अदभ्यस्तात् इत्यनेन, परन्तु एतत् नित् इति कृत्वा एतत् सूत्रेण अपवाद सूत्र वा अथवा प्रति किमस्ति प्रतिपदोक्तं सर्वत्र प्रतिपदोक्तत्वं नास्ति प्रतिपदोक्तत्वं धातोः विषये महोदय, प्रत्ययविषये किमपि नास्ति. न न नित्लकारस्य एव इति भवति इति नित्लकारस्य एव किमर्थमित्युक्ते तत्र तु साक्षात् उक्तं किल नित्लकारस्य विषये इति. यदा वयं परस्मैशेषः परस्मैपदम् इति तादृशं वदामः तत्र तु वयम् अपवादः इति किमपि न वदामः किल. भगिनि अदभ्यस्तात् निमित्तं सङ्गात् अभ्यस्तात् अङ्गात् निमित्तम् अस्ति अङ्गात् प्रत्यादेः जहात् इति सूत्रे सिजप्रस्तात् धातो सिच् धातोः अभ्यस्तसङ्गकधातोः विद्धातोः च सिच् प्रत्ययात् अभ्यस्तसङ्गकधातोः विद्धातोः च नितः लस्य जेहेजु तत् द्वयोः अत्र अदभ्यस्तसूत्रसक्ति अस्ति वा लङ्लकारे लङ्लकारे अदभ्यस्तात् इत्यस्य नास्ति. जेर् जुस् किं भवति नित्यं भवति किल नित्यं नितः इति भवति नितः इत्यस्य अनुवृत्तिः अस्ति जेर् जुस् न न भवति अदभ्यस्तात् इत्यस्य प्रसक्तिः एव तत्र न आगच्छति इत्येव मम अवगमनं किञ्चित् इतोपि चिन्तनीयम् समीचीनमेव न सम्यक् एव भवतः प्रश्नः सम्यक् एव मम मनसि इदानीं किमपि न स्फुरति तादृशं न भवति परन्तु किमर्थम् इति अपि वक्तव्यं किल तदहं चिन्तयामि तदेव आं भगिनि पठतु भगिनि अनेन अनेन लङ्गि अभ्यस्तसञ्ज्ञकधातोः परस्य ऋस्थाने जुस् आदेशः भवति. जुस् इत्यस्य अनुबन्धलोपे रुत्वविसर्गः उः इति भवति. तर्हि अभ्यस्तसञ्ज्ञः धातुः अस्ति चेत् लङि अन् स्थाने उः इति प्रत्ययः भवति. लङि अभ्यस्तसञ्ज्ञकधातोः परस्य झीस्थाने जुस् भवति. आम् प्रथमपुरुषे बहुवचने झीस्थाने जुस् भवति. जुस् इत्यस्य अनुबन्धलोपे जुः ऋत्वविसर्गः उः भवति. जकारस्य इत् भवति सकारस्य स्थाने सषजुषूरुः करवसानयोः विसर्जनीयः इति उः इति भवति. तर्हि अभ्यस्तसञ्ज्ञकः धातुः अस्ति चेत् लङि अन् स्थाने उः इति प्रत्ययः भवति. लङि स्थाने अन् इति प्रत्ययः संयोगान्तस्य लोपः अन्त् अन् इति भवति सम सो अन् स्थाने उः इति प्रत्ययः भवति अभ्यस्तात् अन् स्थाने उः अभ्यस्तसञ्ज्ञः धातोः परे उः इति भवति. अतः आहत्य अभ्यस्तसञ्ज्ञकः धातूनां कृते सार्वधातुकलकारेषु सिद्धतिङ्प्रत्ययाः एते जुहोत्यादिगणे एते एव योजनीयाः. तत्तु वयं पूर्वमपि दृष्टवन्तः किल, यदा वयम् अदादिगणे दृष्टवन्तः तादृशं कार्यमेव. नूतनं किमपि अत्र परिवर्तनं किमपि न जातं. जुहोत्यादिगणे एकः एव विशेषः द्वित्वं. लङि अपि उः दृष्टवन्तः किल तत्र? उः लङि अपि भगिनि नितालस्य उः इति प्रत्ययः. अदादिगणे केवलम् इति जक्षिक्यादिषट् दरिद्रा इति दीदिङ् वेदिङ् यत्र अभ्यस्तसंज्ञा भवति तत्र एव इति अभ्यस्तसंज्ञा भवति तत्र एव अदादिगणे यत्र तत्र कार्यं भवति तत्रैव. यत्र अभ्यस्तसंज्ञा अस्ति तत्र एतादृशक्रमः एव. अस्तु, अग्रे सरामः. तृतीयबिन्दुः पठामः. उषा भगिनी पठति वा? आं भगिनि. तिङ्प्रत्ययनिमित्तकं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. आकारान्तदातवः षड् दातवः सन्ति. माङ् माने मा इति धातोः धातु ओहाङ्गतौ हा ओहात्यागे हा गा स्तुतौ गा इति दुधाञ्च् दाने दा दुधाञ्च् धारणपोषणयोः धा दाच. ओके, माङ् माने ओहाङ् गतौ ओहाक् त्यागे गा स्तुतौ मा हा हा गा धातोः द्वित्वम् अभ्यासकार्यं च. भृङ्यात् अन्तर्गणः डुभृञ्च् धारणपोष डुभृञ्च् ओके दुभृञ्ज् धारणपोषणयोः माङ् माने ओहाङ् गतौ इमे त्रयः धातवः बृङ्यातयः. ओके, बृङ् इति धातुः माङ् माने ओहाङ् गतौ अण्ड् डुभृञ्ज् बृङ्याम् इत् बृङ् माङ् ओहाङ् इत् येषां धातूनाम् अभ्यासस्य ह्रस्व इकार आदेशो भवति श्लौ परे. अलोन्तस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इत् आदेशः अभ्यासान्तस्य वर्णस्य स्थाने ओके अभ्यासान्तस्य वर्णस्य स्थाने इत् आदेशः न तु अभ्यासस्य पूर्णस्य न तु अभ्यासस्य पूर्णस्य. ओके, बृङ्यां षष्ट्यन्तम् इत् प्रथमान्तं द्विपथमितं सूत्रं निजां त्रयाणां गुणः श्लौ इत्यस्मात् त्रयाणां श्लौ इत्यनयोः अनुवृत्ति अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं बृङ्यां त्रयाणां अङ्गस्य अभ्यासस्य इत् श्लौ. ओके, बृङ्याम् इति त्रयाणां धातुः नाम बृङ्यां बृङ्यां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् आदेशः भवति श्लौ परे इत् आदेशः भवति. समीचीनं, श्लौ परे इत्यादेशः भवति. सूत्र क्षम्यतां, धातुत्रयमेव ब्रूयि धातुत्रयम् ओहाङ् तत्र एतदपि तत्र द्रष्टव्यं. तत् ओहाङ् गतौ अपि हा इत्येव अवशिष्यते, ओहाक् त्यागे अपि हा एव अवशिष्यते, परन्तु ब्रियामित् इत्यस्य प्रसक्तिः तु ओहाङ् गतौ इत्यस्य एव, ओहाक् त्यागे इत्यस्य न. ओके, त्रिषु धातुषु माङ् माने अनुबन्धलोपे मा, ओहाङ् गतौ अनुबन्धलोपे हा, आकारान्तधातु ओके, द्वयमपि नीत्वात् आत्मनेपदि धातुः ओके, मा श्लौ इत्यनेन द्वित्वं मा मा बृङ्यामित् इति सूत्रेण अभ्यासस्य ह्रस्वः इकार आदेशः सो मा इति मी भवति मी मा इति अङ्गम् ओके हा मीमा इति अङ्गं हा श्लौ इत्यनेन द्वित्वं हा हा बृङ्यामित्यनेन अभ्यासस्य ह्रस्वः इकार आदेशः ओके हि हा बिकम्स् हि हा हि भवति हि हा भवति कुहोश्चुः इत्यनेन अभ्यासस्य च वर्ग आदेशः हि हि इति जि भवति जि भवति जिहा अभ्यासे चर्च इत्यनेन जश् स्थाने जश् आदेशः भवति जिहा इति जिहा भवति जिहा इति अङ्गम् ओहाग् त्यागे अनुबन्धलोपे हा धातुः परस्मैपति ओके ओके मा हा इति धातोः आत्मनेपदि धातु ओके श्लौ इति परे द्वित्वं भवति बृङ्यामित् सूत्रेण ह्रस्व आदेशः भवति ह्रस्व इकार आदेशः भवति ओके एण्ड् ओहाग् या समीचीनं भगिनि तत्र समीचीनं तत्र तु ओहाङ्ग् गतौ इत्यस्य बृङ्यामित् इत्यनेन जिहा इति अङ्गम् इदानीम् ओके अस्तु धन्यवादः राजेन्द्रमहोदय ओहाक् त्यागे करोति वा आम् ओहाक् त्यागे अनुबन्धलोपे हा धातु परस्मैपदि हा द्वित्वम् अभ्यासकार्यं च परिशीलनीयम् अत्र ओहाक् अत्र परस्मैपदि धातु अस्ति हा एव अवशिष्यते अनुबन्धलोप अनन्तरं हा धातु परस्मैपदि अस्ति ओहाङ्ग् यः हा धातु आसीत् तत्र सा धातु तु आत्मनेपदि आसीत् हा द्वित्वम् अभ्यासकार्यं च परिशीलनीयम् अत्र हा यथा धातु आगच्छति तस्य द्वित्वं कृत्वा तत् अभ्यासकार्यं यत् किमपि भवति तत् परिशीलनीयम् अस्माभिः कथं न महोदय प्रथमम् अङ्गं साधयतु महोदय हा इत्य हा अस्ति श्लौ तत्र हा हा भवति अत्र कुहोश्च सूत् हा हा भवति अत्र ओ क्षम्यतां ह्रस्वः सूत्रेण तत् हा भवति अनन्तरं कुहोश्च सूत्रेण तत् हकारस्य महाप्राणझकारः आगच्छति जः अनन्तरम् अभ्यासे चर् सूत्रेण जश्रुतं भूत्वा जहा जहा इति अङ्गं तु सम्यक् एव समीचीनं परन्तु कुहोश्चुः ह्रस्वः द्वयोः मध्ये कस्य सूत्रस्य प्रसक्तिः प्रथमं भवति कुहोश्चुः इति 7462 ह्रस्वः इति 7459 परसूत्रम् अस्ति कुहोश्च तत्र तस्य प्रसक्तिः प्रथमं भवति अनन्तरं ह्रस्वः सूत्रस्य प्रसक्तिः अस्ति भगिनि सम्यक् अभ्यासे चर्चा इत्यस्य प्रसक्तिः किमर्थम् अन्ते यतोहि तत्र यावत् हकारस्य तत्र झकारः न भवति तावत् अभ्यासे चेत् तस्य प्रसक्तिः न त्रिपादी 8454 त्रिपादी सूत्रमस्ति समीचीनम्. 8454 अतः त्रिपादीसूत्रम् एकमेव त्रिपादीसूत्रं तत्र यद् यत्किमपि यानि सूत्राणि दत्तानि तत्र एकमेव त्रिपादीसूत्रम् अतः सर्वदा अभ्यासे चर्चा अन्ते एव आगच्छति 8454 इति कृत्वा अन्ये सर्वाणि सूत्राणि एव वयं किञ्चित् क्रमेण न विप्रतिषेधे परं कार्यं परसूत्रस्य बलम् अधिकम् इति इत्यस्मात् वयमेव तस्य क्रमः इदानीं नूतनक्रमः करणीयम् अत्र तु क्रमेण दत्तं वयम् अस्माकं विप्रतिच्छेदे परं कार्यम् इति परसूत्रक्रमेण स्थापनीयं समीचीनं महोदय. अतः जह इति अङ्गम् आम् अग्रे पठतु महोदय. छान्दसः इत्युक्ते वेदे प्रयुज्यते न तु लोके अतः बहुलं छन्दसि इत्यनेन सूत्रेण अभ्यासस्य इत्त्वं गागा गिगा जिघा अत्र गा तु छन्दसे छान्दसः धातुः अस्ति यत् वेदे एव प्रयुज्यते अत्र बहुलं छन्दसि सूत्रेण अत्र अभ्यासस्य इत्त्वं भवति अत्र घा अस्ति घा द्वित्वं भूत्वा षडवसूत्रेण गागा भवति अनन्तरं बहुलं छन्दसि सूत्रेण गिघा भवति तदनन्तरं गकारस्य स्थाने जकारः आदेशः भवति अत्र अभ्यासे चर्च् सूत्रेण अत्र जिघा भवति. भगिनि अत्र बहुलं छन्दसि अपि इत्थं करोति ब्रियामितः अपि इत्थं करोति खलु आम् आं महोदय परन्तु ब्रियामित् इत्यस्य परसूत्रमस्ति परसूत्रं वा 77 परसूत्रमस्ति आम् 7478 किल तर्हि अस्तु अपि च निमित्तम् अस्ति तस्य भृण् माङ् ओहाङ्ग् धातोः कृते एव तस्य प्रसक्तिः अस्ति गा धातोः इत्यस्य नास्ति किल ओ नास्ति वा तत्र अन्तर्गणः परन्तु अत्रापि यदा बहुलं छन्दसि तत्र अन्यत् सूत्रं किमपि आसीत् किल 7478 कुहोष्टुः वा अभ्यासे तत् वा किमपि तस्यापि प्रसक्तिः न भवति अभ्यासे कवर्गस्य हकारस्य स्थाने चवर्गादेशः कुहोष्टुः तस्य कार्यं नास्ति किल अत्र परसूत्रमेव अस्ति बहुलं छन्दसि भिन्नकार्यम् अस्तु तत्र यदा समयः अस्ति चेत् तत्र पश्यन्तु तत्र अष्टाध्यायी.com मध्ये एकं किं नाम बहुलम् इति एकं लेखनम् अस्ति कुत्र भवति किमर्थं बहुलम् इति वारं वारम् आगच्छति सूत्रेषु किं नाम बहुलम् इति एकं लेखनमस्ति तत् पश्यतु महोदयेन नीलेश् महोदयेन लिखितं प्रायः अवगन्तुं शक्नुमः इत्येव चिन्तयामि अन्ते आङ्ग्लभाषायामपि दत्तमस्ति यत्र यत्र कन्सिस्टेण्ट् रूल् लेक् आफ् कन्सिस्टेण्ट् रूल् अस्ति तत्र तत्र पाणिनिना बहुलम् इति पदस्य प्रयोगः कृतवान् सूत्रेषु तादृशम् he provided has purposely provided a loophole in the system to help with derivation of obscure words iti ratam asti samyak asti bahulam svikriti ekadesha sutram asti bhagani samyachena chishta prayogah iti vadamah kila sadharanataya tadeva asti niyamena tat siddhayitum asti tatra siddhi praptum na shaknumah सम्यक् लिखितवान् सः तत्र रिसर्च् रूपेण अस्ति अस्तु सम्यक् अस्तु अस्तु त इतोपि समयः अस्ति वा? आम् अस्तु महोदय, रघुपतिमहोदय भवतः क्रमः एव. अस्तु, बहुलं छन्दसि तत्र वा? तद् महोदय पठितवान् किल, प्रत्ययनिमित्तिक अङ्गकार्यमस्ति. अत्र स्नाभ्यस्यो रातः षष्ठ अध्यायस्य चतुर्थपादस्य द्वादश अधिक एकशततम् द्वादशोत्तर एकशततम् एकशततमं सूत्रं स्नाप्रत्ययस्य अभ्यर्थसंज्ञकधातोः च आकारस्य लोपः भवति किति निति सार्वधिकप्रत्यये परे इति अस्ति. वयं स्नाश्च अभ्यस्तश्च तयोः इतरेतरद्वन्द्वः स्नाभ्यस्तोः तयोः स्नाभ्यस्तयोः स्नाभ्यस्तयोः षष्ठ्यन्तम् आतः षष्ठ्यन्तं द्विपदमिदं सूत्रं स्नसोरल्लोपः इत्यस्मात् लोप इत्यस्य निवृत्तिः गमहनजनकनगसां लोपः नित्यनाङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः अत उत्सर्गातके इत्यस्मात् सार्वतके इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य स्ना अभ्यस्तयोः आतः लोपः किति सार्वतके इति वयं दृष्टवन्तः पूर्वं क्रियादिगणे अपि च अदादिगणे वयं दृष्टवन्तः अस्य सूत्रस्य प्रसक्तिः आकारस्य लोपः भवति इति अस्ति. दीर्घ आकारस्य लोपः भवति किति प्रत्यये परे इति अस्ति. अग्रे ईहल्योगो अपवत् सूत्रमस्ति ईहल्योगोः इति अग्रिमं सूत्रमस्ति. स्नाप्रत्ययस्य अभ्यर्थसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति किति निति हलादिसार्वत्कप्रत्यये परे परन्तु अगोः परन्तु गूसंज्ञकधातुः चेत् न भवति. गूसंज्ञक नाम गूसंज्ञकधातुः नाम दा धा च धातु इति द्वौ एव न गुः अगुः तयोः अगोः इ लुप्तप्रथमाकं पदं हलिसप्तम्यन्तम् अगोः षष्ट्यन्तं त्रिपदविधं सूत्रं स्नाभ्यस्यो रातः इत्यस्मात् स्नाभ्यस्तयोः आतः चेत् अनयोः अनुवृत्ति च इति अनयोः अनुवृत्तिः गमहनजनकनगसां लोपः किञ्चनगि इत्यस्मात् इति इत्यस्य अनुवृत्तिः अतौत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितं सूत्रमस्ति. अङ्गस्य स्नाभ्यस्तयोः आतः ई भवति किति हलि सार्वधातुके अगोः इति एतत् सूत्रं वदति. वयं दृष्टवन्तः पूर्वम् ई हलेगोः इति सूत्रं वदति. इदानीं स्ना इति इत्यस्य आकारस्य प्रत्ययस्य अथवा अभ्यर्थसंज्ञकस्य आकारस्य लोपः भवति दीर्घाकारस्य स्थाने ईत्वम् ई दीर्घ ईकारः भवति हलि सार्वत्रिके किति निति हलि सार्वत्रिके प्रत्यये परे अपि च अगोः इति अस्ति. अगोः इति गूसंज्ञकधातुः गूसंज्ञकधातुः तत्र अग्रे आगच्छति प्रायः. दधा ग्वदाप् इति सूत्रमस्ति येन भूसंज्ञकानां ग्रहणं भवति इति तदा प्रायः अग्रे अस्ति इति चिन्तयामि. अत्र तु अस्माकम् आकारान्तधातुः इति कृत्वा धाधा इत्येव दत्तमस्ति. समीचीनम्. अतः एतत्तु विशेषसूत्रं श्नाभ्यस्तयो रातः इति सामान्यसूत्रम् ई हल्यगोः इति विशेषसूत्रम्. समीचीनम् अस्तु. अतः अग्रिमसप्ताहे मा धातुः हा धातुः अनन्तरं घा अपि समानरूपमेव. वयं सूत्राणि तु दृष्टवन्तः, रूपाणि कृपया साधयन्तु. मम एकः प्रश्नः अस्ति. अग्रिमसप्ताहे जान्वरि 14 अस्ति, आगच्छन्ति वा सर्वे? अत्र तु 13th एव भवति, भवन्तः कृते भारते ये सन्ति तेषां कृते चतुर्दश भवति किल, अतः एव पृच्छामि. आगच्छन्ति चेत् वर्गः भविष्यति अवश्यं. अस्तु अहमपि आगच्छामि. विजया भगिनी भवती क्लेशः नास्ति भगिनि, अहमपि आगमिष्यामि. अस्तु अतः वर्गः. अस्तु अतः मा धातुः, हा धातुः, हा धातुद्वयं, घा धातुः कृपया गृहपाठरूपेण साधयन्तु. अग्रे सरामः अनन्तरं. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः. धन्यवादः.